पद्मपुराणं खण्डं 3 स्वर्गखण्डः अध्यायं 61 सूत उवाच एवमुक्ता पुरा विप्रा व्यासेनामिदतेजसा यदावदुक्त्वा भगवान् व्याससत्यवदी सुतः समाश्वास्य मुनीन् सर्वान् जगाम च यथागतम् भवद्भ्यस्तु मया प्रोक्तं वर्णाश्रमविधानकम् एवं कृत्वा प्रियो विष्णोर्भवत्येव न चान्यथा रहस्यं तत्र वक्ष्यामि शृणुदद्विजसत्तमाः ये चात्र कथिता धर्मा वर्णाश्रमनिबन्धनाः हरिभक्ति कलां शांश समाना न हि ते द्विजाः पुंसामेकेह वैसाध्या हरिभक्तिकलौ युगे युगान्तरेण धर्मा हि सेवितव्या नरेण हि कलौ नारायणं देवं यजते यः स धर्मभाक दामोदरं हृषिकेश्यं पुरुहूदं सनातनम् हृदि कृत्वा परं शान्तं जिदमेव जगत्त्रयं कलि कालो रकादं स्यात् किल्बिषात् कालकूटतः हरिभक्तिसुधां पीत्वा उल्लङ्घ्यो भवति द्विजः किं च पै श्रीहरेर्नाम गृहीतं यदि मानुषैः किं स्नानैर्विष्णुपादाम्बुमस्तके येन धार्यते किं यज्ञेन हरेः पादपद्मं येन धृतं हृदि किं दानेन हरे कर्म सभायां वै प्रकाशितं हरेर्गुणगणान् श्रुत्वा यः प्रहृष्येत् पुनः पुनः समाधिना प्रहृष्टस्य सा गधिकृष्णचेदसः तत्र विघ्नकराः प्रोक्ताः पाखण्डालापपेशलाः नार्यस्तत्सङ्गिनश्चापि हरिभक्तिविघातकाः नारीणां नयनादेशसुराणामपि दुर्जयः स येन विजितो लोके हरिभक्तः स उच्यते माद्यन्ति मुनयोऽप्यत्र नारी चरितलोलुपाः हरिभक्तिकुद्धः पुंसां नारी भक्तिजुषां द्विजाः राक्षस्य कामिनी वेषाश्चरन्ति जगदि द्विजाः नराणां बुद्धिकवलं कुर्वन्ति सततं हिताः तावद्विद्या प्रभवति तावज्ज्ञानं प्रवर्तते तावत् सुनिर्मला मेधा सर्वशास्त्रविधारिणी तावत् जपस्तपस्तावत् तावतीर्थनिषेवणम् तावच्च गुरुशुश्रूषा तावद्धितरणे मदिः तावत्प्रबोधो भवति विवेकस्तावदेव हि तावत्सदां सं गरुचिस्तावत् पौराणलालसा यावत् सीमन्दिनी लोलनयनां दोलनं नहि जनोपरि पदे द्विप्राह सर्वधर्मविलोपनम् तत्र ये हरिपादाब्जमधुलेशप्रसादिताः तेषां न नारी लोलाक्षिक्षेपणं हि प्रभुर्भवेद् जन्मजन्म हृषिकेशसेवनं ह्यै कृतं द्विजाः द्विजे दत्तं हुदं वह्नौ विरतिस्तत्र तत्र हि नारीणां किल किं नाम सौन्दर्यं परिचक्षदे भूषणानां च वस्त्राणां चाकचक्यं तदुच्यते स्नेहात्मज्ञानरहितं नारीरूपं कुत स्मृतं पूयमूत्रपुरीशासृ त्वं मेधोऽस्ति वसान्वितं कलेवरं हि तन्नाम कुत सौन्दर्यमत्र हि तदेवं पृथगाचिन्त्य स्पृष्ट्वा स्नात्वा शुचिर्भवेत् तैः संहितं शम्रीरं हि दृश्यते सुन्दरं जनैः तैः संहितं शरीरं हि दृश्यते सुन्दरं जनैः अहो दिदुर्दशा नृणां दुर्दैवकटिता द्विजाः कुजा वृतेऽङ्गे पुरुषो नारी बद्ध्वा प्रवर्तते का नारी वा पुमान् को वा विचारे सति किञ्चन तस्मात् सर्वात्मना साधुर्नारीसङ्गं विवर्जयेत् को नाम नारीमासाद्य सिद्धिं प्राप्नोति भूतले कामिनी कामिनीसङ्गि सङ्गमित्यपि संत्यजेद तत्सङ्गाद्रौरवमिति साक्षादेवप्रदीयते अज्ञानाल्लोलुपा लोकास्तत्र दैवेन वञ्चिताः साक्षान्नरक कुण्डोऽस्मिन्नारीयो नौ पचेन्नरः यद एवागधपृथ्व्यां तस्मिन्नेव पुनारमेद यद प्रसरदे नित्यं मूत्रं रेदो मलोद्धितं तत्रैव रमदे लोकः कस्तस्मादशुचिर्भवेद् तत्रादिकष्टं लोकेऽस्मिन्नहो दैवविडम्बना पुनः पुना रमे तत्र अहो निस्त्रपदा नृणां तस्माद्विचारयेद्धीमान्नारीदोषगणान् बहून् मैथुनात् बलहानिस्यान्निद्रादितरुणायते निद्रयापहृदज्ञानस्वल्पायुर्जायते नरः तस्मात् प्रयत्नदो धीमान्नारी मृत्युमिवात्मनः पश्येद्गोविन्दपादाब्जे मनो वै रमयेद्बुधः इहामुत्रसुखं तद्धि गोविन्दपदसेवनम् विहाय को महामूढो नारीपादं हि सेवते जनार्दनाङ्घ्रिसेवा हि ह्यपुनर्भवदायिनी नारीणां योनिसेवा हि योनिसङ्कटकारिणी पुनः पुनः पदेद्योनौ यन्द्र निष्पाचितो यथा पुनस्तामेवाभिलषेद्विद्यादस्य विडम्बनम् ऊर्ध्वबाहुरहं वच्मि शृणु मे परमं वचः गोविन्दे देहि हृदयं न यो नौ यादनाजुषि नारीसङ्गं परित्यज्य यश्चापि परिवर्तते पदेपदेश्वमेधस्य फलमाप्नोति मानवः कुलाङ्गना दैवयोगादूढा यदि नृणां सदी पुत्रमुत्पाद्य यस्तत्र तत्सङ्गं परिवर्जयेद् तस्य तुष्टो जगन्नाथो भवत्येव न संशयः नारीसङ्गो हि धर्मज्ञैरसत्सङ्गः प्रकीर्त्यते तस्मिन् सदि हरौ भक्तिः सुदृढा नैव जायते सर्वसङ्गं परित्यज्य हरौ भक्तिं समाचरेत हरिभक्तश्च लोकेऽत्र दुर्लभा हि मदा मम हरौ यस्य भवेद्भक्तिः सकृतार्थो न संशयः तत्तद्देवाचरेत्कर्म हरिः प्रीणादि येन हि तस्मिंस्तुष्टे जगत्तुष्टं प्रीणीदे प्रीणिदं जगद हरौ भक्तिं विना नृणां वृथा जन्म प्रकीर्तितं ब्रह्मेशादिसुरा यस्य यजन्ते प्रीतिहेतवे नारायणमनाव्यक्तं नदं सेवेदको जनः तस्य माता महाभागा पिता तस्य महाकृती जनार्दनपदद्वन्द्वं हृदये येन धार्यते जनार्दनजगद्वन्द्व्य शरणागतवत्सल इतीरयन्ति ये मर्त्या न तेषां निरये गतिः ब्राह्मणा हि विशेषेण प्रत्यक्षं हरिरूपिणः पूजयेयुर्यथा योगं हरिस्तेषां प्रसीदति विष्णुर्ब्राह्मणरूपेण विचरेत् पृथिवीमिमाम् ब्राह्मणेन विना कर्मसिद्धिं प्राप्नोति नैव हि द्विज पादाम्बुभक्रियायैः पीत्वा शिरसि चार्पितं तर्पितापितरस्तेन आत्मापि किल तारितः ब्राह्मणानां मुखे येन दत्तं मधुरमर्चितं साक्षात् कृष्णमुखे दत्तं तद्वै भुङ्क्ते हरिः स्वयम् अहोदि दुर्लभा लोका प्रत्यक्षे केशवे द्विजे प्रतिमादिषु सेवन्ते तदभावे हि तत्क्रिया ब्राह्मणानामधिष्ठानात् पृथ्वी धन्येदि गीयते तेषां पाणौ च यद्दत्तं हरिपाणौ तदर्पितं तेभ्य कृतान्नमस्कारात्तिरस्कारो हि पाप्मदाम् मुच्यते ब्रह्महत्यादि पापेभ्यो विप्रवन्दनाद् तस्मात् सदा समाराध्यो ब्राह्मणो विष्णुबुद्धिदः क्षुधितस्य द्विजस्यास्ये यत्किञ्चित् दीयते यदि प्रेत्य पीपूष धारापि सिञ्चते कल्पकोटिकम् द्विजतुण्डं महाक्षेत्रमनूषरमकण्टकं तत्र चेदुप्यदे किञ्चित् कोटिकोटिफलं लभेत् सकृदं भोजनं चास्मै दत्त्वा कल्पं समोददे नानासु मिष्टमन्नं यो ददाति द्विजतुष्टये तस्य लोका महाभोगाः कोटिकल्पान्तमुक्तिदाः ब्राह्मणं च पुरस्कृत्य ब्राह्मणेनानुकीर्तितम् पुराणं शृणुयान्नित्यं महापापदवानलं पुराणं सर्वतीर्थेषु तीर्थं चाधिकमुच्यते यस्यैकपादश्रवणाद्धरिरेव प्रसीदति यथा सूर्यवपुर्भूत्वा प्रकाशाय चरेद्धरिः सर्वेषां जगदामेव हरिरालोकहेतवे तथैवान्तः प्रकाशाय पुराणावयवो हरिः विचरेदिह भूतेषु पुराणं पावनं परं तस्माद्यदि हरे प्रीतेरुत्पादे दीयदे मदिः श्रोतव्यमनिशं पुंभिः पुराणं कृष्णरूपिणं विष्णुभक्तेन शान्तेन श्रोतव्यमपि दुर्लभम् पुराणाख्यानममलममलीकरणं परं यस्मिन् वेदार्थमाहृत्य हरिणा व्यासरूपिणा पुराणं निर्मिदं विप्र तस्मात्तत्परमो भवेद् पुराणे निश्चितो धर्मो धर्मश्च केशवस्वयम् तस्मात्कृते पुराणे हि श्रुते विष्णुर्भवेदिति साक्षात् स्वयं हरिर्विप्रः पुराणं च तथाविधम् एतयोः सङ्गमासाद्य हरिरेव भवेन्नरः तथा गङ्गाम्बुसेकेन नाशयेत् किल्बिषं स्वकम् केशवो द्रवरूपेण पापा तारयदे महीं वैष्णवो विष्णु भजनस्याकाङ्क्षी यदि वर्तते गङ्गाम्बुसेकममलममलीकरणं चरेद विष्णुभक्तिप्रदा देवी गङ्गा भुवि जगीयते विष्णुरूपा हि सा गङ्गा लोकविस्तारकारिणी ब्राह्मणेषु पुराणेषु गङ्गायां गोषु पिप्पले नारायणधिया पुंभिर्भक्तिकार्या ह्यहैतुकी प्रत्यक्षविष्णुरूपा हि तत्त्वज्ञैर्निश्चिता अमी तस्मात् सततमभ्यर्च्या विष्णु भक्त्यभिलाषिणा विष्णौ भक्तिं विना नृणां निष्फलं जन्म उच्यते कलिकालपयोराशिं पापग्राहसमाकुलं विषयामज्जनावर्तं दुर्बोधफेनिलं परम् महादुष्टजनव्याल महाभीमं भयानकं दुस्तरं च तरन्त्येव हरिभक्तितरिस्थिताः तस्माद्यदेदवै लोको विष्णुभक्तिप्रसाधने किं सुखं लभते जन्तुरसद्वार्तावधारणे हरेरद्भुतलीलस्य लीलाख्यानेन सज्जते तद्विचित्रकथालोके नानाविषयमिश्रिताः श्रोतव्या यदि वै नृणां विषये सज्जते मनः निर्वाणे यदि वा चित्तं श्रोतव्या तदपि द्विजाः हेलया श्रवणाच्चापि तस्य दुष्टो भवेद्धरिः निष्क्रियोऽपि हृषिकेशो नानाकर्मचकारसः शुश्रूषूणां हितार्थाय भक्तानां भक्तवत्सलः न लभ्यते कर्मणापि वाजपेयशतादिना राज सूयायुधेनापि यथा भक्त्या स लभ्यते यत्पदं चेदसा सेव्यं सद्भिराचरितं मुहुः भवाब्धितरणे सारमाश्रयध्वं हरेः पदं रेरे विषयसंलुब्धाः पामरा निष्ठुरा नराः रौरवे हि किमात्मानमात्मना पादयिष्यथ विना गोविन्द स सौम्याङ्घ्रिसेवनं मा गमिष्यति अनायासेन दुःखानां तरणं यदि वाञ्छथ भजध्वं कृष्णचरणा वपुनर्भवकारणे कुत एवागतो मर्त्यः कुत एव पुनर्व्रजेत् एतद्विचार्यमधिमानाश्रयेद्धर्मसङ्ग्रहम् नानानरकसम्पादादुद्धितो यदि पूरुषः स्थावरादितनुं लब्ध्वा यदि भाग्यवशात् पुनः मानुष्यं लभते तत्र गर्भवासोदिदुःखदः तदकर्म वशाज्जन्तुर्यदि वा जायते भुवि बाल्यादिबहुदोषेण पीडितो भवति द्विजाः पुनर्यौवनमासाद्य दारिद्र्येण प्रपीड्यते रोगेण गुरुणा वापि अनावृष्ट्यादिना तथा वार्थकेन लभेत् पीडामनिर्वाच्यामिदस्ततः मनःसश्चलनाद्व्याधेस्ततो मरणमाप्नुयात् न तस्मादधिकं दुःखं संसारेऽप्यनुभूयते तदकर्म वशाज्जन्तुर्यमलोके प्रपीड्यते तत्रादियातनां भुक्त्वा पुनरेव प्रजायते जायते म्रियते जन्तु म्रियते जायते पुनः अनाराधितगोविन्दचरणे त्वीदृशी दशा अनायासेन मरणं विनायासेन जीवनम् अनाराधितगोविन्दचरणस्य न जायते धनं यदि भवेद्गेहे रक्षणात्तस्य किं फलम् यदा सौ कृष्यते याम्यायैर्दूधैः किं धनमन्वियात् तस्माद्विजादि सत्कार्यं द्रविणं सर्वसौख्यदम् दानं स्वर्गस्य सोपानं दानं किल्बिषनाशनं गोविन्दभक्तिभजनं महापुण्यविवर्धनं बलं यदि भवेन्मर्त्ये न वृथा तद्वयं चरेत् हरेरग्रे नृत्यगीतं कुर्यादेवमदन्द्रितः यत्किञ्चिद्विद्यते पुंसां तच्च कृष्णे समर्पयेद् कृष्णार्पितं कुशलदमन्यार्पितमसौख्यदं चक्षुभ्यां श्रीहरेरेव प्रतिमादिनिरूपणं श्रोत्राभ्यां कलयेत्कृष्णगुणनामान्यहर्निशम् जिह्वया हरिपादाम्बुस्वादितव्यं विचक्षणैः क्राणेनाक्राय गोविन्द पादाब्ज तुलसीदलम् त्वजा स्पृष्ट्वा हरेर्भक्तं मनसाध्याय तत्पदम् कृतार्थो जायते जन्तुर्नात्र कार्या विचारणा तन्मना हि भवेत् प्राज्ञस्तथा स्यात्तद्गदाशयः तमेवान्तेभ्येदि लोको नात्र कार्या विचारणा चेदसा चाप्यनुध्यादस्वपदं यः प्रयच्छति नारायणमनाद्यन्तं नदं सेवेदको जनः सततनियतचित्तो विष्णुपादारविन्दे वितरणमनुशक्तिप्रीदये तस्य कुर्याद् नदिमदिरदिमस्याङ्घ्रिद्वये संविदध्यात् सहि खलु नरलोके पूज्यतामाप्नुयाच्च इति श्रीपात्मे महापुराणे स्वर्गखण्डे एकषष्टितमोऽध्यायः ॐ